पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 156 महादेव उवाच दुग्धेश्वरस्य पूर्वे तु तीर्थं परमपावनं चन्द्रभागे दिवै नाम्ना नदी यत्र तु सङ्गता तत्र चन्द्रेश्वरो देवो नित्यं तिष्ठति पुण्यदः यो हरः सर्वदा व्यापी लोकानां सुखदो महान् अत्र स्नानं प्रकुर्वन्ति ध्यानं कुर्वन्ति नित्यशः तद्फलं प्राप्नुयुस्ते वै साभ्रमत्यां शिवार्चनाद सोमेनात्र तपस्तप्तं कालं बहुतरं किल तस्माच्चन्द्रेश्वरो नाम स्थापितो वै महेश्वरः शुक्रेणापि तपस्तप्तं चन्द्रभागा समीपदः अतस्तीर्थाधिकं तीर्थं पावनं सर्वदा भुवि कलौ गुप्तं तु ऋषीणा कारिदं वै सुरेश्वरि यत्र हेममयं लिङ्गं दृश्यते नात्र संशयः अत्र स्नात्वा च पीत्वा च कृत्वा वै शिवपूजनं ये नराः सङ्गमिष्यन्ति धर्मानर्थाल्लभन्ति ते वृषोत्सर्गादिकं कर्म ये कुर्वन्ति विशेषतः भुक्त्वा स्वर्गपदं ते वै पश्चाद्यान्तिहरालयं स्नानार्थे प्रत्यहं देवि चन्द्रभागासमीपदः आगमिष्यन्ति ये लोकास्ते ज्ञेया पुण्यभागिनः गत्वा परतडे ये वै ह्यर्चयन्ति च तं शिवं चन्द्रेश्वरेति नामानं श्रीहरं पापकृन्तनम् अत्र गत्वा विशेषेण रुद्रजाप्यादिकं तथा ये कुर्वन्ति नरश्रेष्ठास्ते ज्ञेयाः शिवरूपिणः सर्वदा तु सुरश्रेष्ठ यत्र स्नानं प्रकुर्वते ते नरा विष्णुरूपाणि विज्ञेयानात्र संशयः यत्र श्राद्धं प्रकुर्वन्ति तिलपिण्डेन वा पुनः तेऽपि विष्णुपदं यान्ति पिण्डदानप्रभावदः अत्र दानं प्रकर्तव्यं स्नानं वैविधिपूर्वकं यत्र स्नात्वा तु मुच्यन्ते ब्रह्महत्यादिकिल्बिषाद तडेऽस्मिन्ये विशेषेण वटं चारोपयन्ति ते मृदा शिवपदं यान्ति यावच्चन्द्रदिवाकरौ इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमाचन्द्रेश्वर चन्द्रभागा महिमा नाम 50 शततमोऽध्यायः ओम्।